नमस्कारः, लृट् लकारः इति करपत्रम् अनुवर्तते। तर्हि शेषे लृट् अयदौ इति सूत्रं, तद् वयं सूत्रं पठन्तः स्मः वयं। तर्हि आरम्भतः पुनः शेषे लृट् अयदौ इति आरभ्य पठामः वयं। सरलविज्ञापनं करोति वा, प्रथमपङ्क्तिं पठति वा? शेषे लृदयदौ इति सूत्रे यदि भिन्न अव्यय उपपदे सति लृट् इति उक्तम्, अयदौ किम्? आश्चर्यं यदि सः अधीयीत इति सिद्धान्तकौमुद्याम् अत्र अयदौ, तस्मात् उपरि यत्र लृडयदौ सूत्रमपि पठामि वा? केचे अत्र आरम्भतः पठामः भगिनि, आरम्भतः साधु पङ्क्तिचतुष्टयं वा पञ्चपदं शेषे लृदयदौ अस्तु इति सूत्रमस्ति प्रथमं, साधु। शेषे लृदयदौ, शेषे नाम यत्र यच्च, यत्र न स्तः, यदि भिन्न अव्यय उपपदे सति चित्रीकरणार्थ गम्यमानः चेत् धातोः लृट् लकार भवति। शेषे इत्यनेन यच्च यत्राभ्यां भिन्नम्, अयदौ इत्यनेन यदि भिन्नं तत् सदृशम् अव्ययम् इत्युक्ते अत्र पर्युदासः अस्ति। यच्च यत्र यदि इति अव्ययानि न स्युः, परन्तु तानि त्यक्त्वा किमपि अव्ययं भवेत्, अपि च चित्रीकरणार्थ गम्यमानं भवेत्। एतौ द्वौ निमित्तौ उपस्थितौ चेत् लिट् लकार न तु विधिलिङ्ग्। यच्च यत्राभ्याम् अन्यत्र चित्रीकरणं शेषः, शेष उपपदे चित्रीकरणे गम्यमाने धातोः लिट् प्रत्ययः भवति। यत् शब्दः चेत् न प्रयुज्यते सर्वलकाराणाम् अपवादः इति काशिकायां। यच्च यत्राभ्याम् अन्य अस्मिन् उपपदे चित्रीकरणे गम्ये धातो लित् स्यात् इति सिद्धान्तकौमुद्यां। न यदि अयदि अस्मिन् तस्मिन् अयदौ नञ् तत्पुरुषः, शेषे सप्तम्यन्तं लित् प्रथमान्तम्, अयदौ सप्तम्यन्तं त्रिपदमिदं सूत्रं, चित्रीकरणे च इत्यस्मात् चित्रीकरणे इत्यस्य अनुवृत्तिः, प्रत्ययः धातोः परश्च इत्येषाम् अधिकार अनुवृत्तिसहितसूत्रं, शेषे अयदौ चित्रीकरणे धातो लुट् प्रत्ययः परश्च इति। इदानीं च शेषे लुट् यदौ इति सूत्रमस्ति, यत्र लुट् लकारस्य विधानम् अस्ति इति अस्माकं यत् शृङ्खला अस्ति, सूत्राणि सन्ति तस्मिन् इति अन्तिम सूत्रमस्ति शेषे लिजदौ। तस्मात् पूर्वम् एव दृष्टवन्तः किङ् क्लास् स्टेच्यु लिट् लकार, तस्मात् पूर्वं वयं दृष्टवन्तः लिट् वर्लिङ्ग् भवति इति वयं दृष्टवन्तः, या तस्मात् प्रथमं वयं दृष्टवन्तः अभिज्ञावचने लिट् अस्ति इति वयं दृष्टवन्तः। शेषे लिजदौ, शेषे इति पूर्वसूत्रम् अस्ति तत्र, तस्मात् इति शेषे आगच्छति। तस्मिन् सूत्रे यत्र अपि यच् यत् द्वौ अवयौ स्तः, ते चित्रीकरणार्थे तयोः उपयोगः अस्ति। तु अत्र शेषे इत्युक्ते यच् यत्र ताभ्यां विना इति अस्ति शेषे, ताभ्यां विना लिट् अयदौ यदि यद् इति अपि न भवेत् उपयोगे। तो त्रीणि अव्यव्यानि ये सन्ति, यत्र यच्च यदि, तेषु तेषां विना नहीं तैः विना ये यत् भवति लिट् लकार, यत् अव्ययं तस्य उपयोगः आगच्छति चित्रीकरणार्थे तत् भवति, तत्र लिट् लकारस्य उपयोगः अस्ति। तो इति अस्ति शेषे यत्र यच्च भिन् ताभ्यां भिन्ना यदि भिन्न अव्यव्यपद चित्रीकरणार्थे गम्यमान अर्थ यत्र अस्ति तत् लिट् लकार भवति इति अर्थः अस्ति. अस्माकम् उदाहरणमस्ति, यथा वयं काशिकायां दत्तमस्ति, आश्चर्यं चित्रम् अद्भुतम्, अन्धो नाम पर्वतम् आरोक्षति, भद्रो नाम व्याकरणम् अधीयेष्यते. इदानीम् आश्चर्यचित्रम् अद्भुतम् इति चित्रीकरणार्थे तयोः पर्यायवाचि पदानि सन्ति. किन्तु अन्धो नाम पर्वतम् आरोषति इति पर्याप्तं लेशे लित् यदौ इति सूत्रस्य उदाहरणम्. अत्र नाम यत् अस्ति इति अव्ययमस्ति, नाम इति पदं यत् अस्ति अव्ययम् अस्ति. अव्ययम् इति नामपदस्य अर्थम् अस्ति आश्चर्य अर्थ वा अद्भुत अर्थ या चित्र अर्थ इति. तो अन्धो मम नाम सरला इति नाम इति अत्र आश्चर्यं तस्य अर्थ आश्चर्यं नास्ति. अन्धो नाम पर्वतम् आरोषति इति अत्र नाम अव्ययं पद आश्चर्यं सूचयति. सो अन्ध नाम पर्वतम् आरोषति, बधर नाम व्याकरणम् अधीयेष्यति. सो इदानीम् आरोक्षति इति रक्षधातु तस्य रोक्ष्यति, अधीयेष्यते इति अधि उपसर्गपूर्व इङ् इति धातु अस्य लिट् लकारप्रयोगः अस्ति प्रथमापुरुषे एकवचने. सो इत्य अर्थमस्ति अन्धः द्रष्टुं न शक्नोति, तदापि पर्वतम् आरोषति आरोहति इति, वा बद्र श्रोतुं न शक्नोति तदापि सः व्याकरणं पठति इति अस्ति तस्य अर्थः. भगिनि अत्र किं मम प्रश्नः अस्ति, यत्र नो चेत् यच्च इति उपपदे सति चित्रीकरणार्थे तु तत्र चित्रीकरणे इति सूत्रेण तत्र लिङ्ग्लकारः जायते इति पूर्वतनसूत्रमस्ति खलु. पूर्वतनसूत्रमस्ति चित्रीकरणार्थे यत्र यच्च योगे अस्ति लिङ्ग्लकार. प्रश्नः एव न, अनन्तरं यत्र त्रयमपि नास्ति, यच्च अपि नास्ति, यत्र अपि नास्ति, अनन्तरं यदि अपि नास्ति चेत् लृट् भवति. किन्तु तत् अव्ययपदम् आश्चर्यार्थे वा चित्रीकरणं सूचयति लृट् भवति. अधुना सन्देहः अस्ति, तर्हि यदि अस्ति चेत् किं कः लकारः इति सति चित्रीकरणार्थे कः लकारः इति. तत्र अहं चिन्तयामि लिङ्ग् लकारः अस्ति तद् अधोभागे उदाहरणम् अस्ति भगिनि. यदि न तत्र तु यत्र यच्छयोः उपपदे एव लिङ्ग् लकारः, यदि यत्र यच्छपि नास्ति यदि यदि अस्ति चेत् अस्माकम् इदर उदाहरणं लिङ्ग् लकारसहित अस्ति. किं महोदय लिङ्ग् लकारस्य प्रयोगः अस्ति तत्र यदि यदि अस्ति तत्र यत्र आश्चर्यं पदम् इति आश्चर्यं पदेन सह यदि उपयोगः अस्ति लिङ्गकारः भवति न. किन्तु सूत्रे तु चित्रीकरणे इति सूत्रे यदि शब्दस्य उपपदं न स्वीकृतमस्ति खलु. तत्र तु केवलं चित्रीकरणे यत्र यच्छयोः उपपदे धातोः लिङ्ग्लकारः इत्येव उक्तमस्ति चित्रीकरणे च इति सूत्रेण. तर्हि कथं जानीमः कः लकारः इति कथं निर्णेतुं शक्नुमः, वादः कः अस्ति, प्रमाणं किम् अस्ति? अत्र शेषे लिट् यदौ अत्र यदि निष्कास लिट् न विधानम् अस्ति, अतः उदाहरणं यत् काशिकायाम् अस्ति दलसार्थक्यं तत्र लिङ्ग्लकारस्य प्रयोगः अस्ति. तर्हि आहत्य औत्सर्गिकेन लिङ्ग्लकारः भवति खलु, तर्हि चित्रीकरणे च इत्यस्य आवश्यकता नास्ति. औत्सर्गिकेन एव तत्र लिङ्ग्लकारः जायेत. महोदयं पृच्छति वा अग्रिमे सप्ताहे. अस्तु आम् पृच्छामि. अन्यत् मम अन्यप्रश्नः आसीत्, स्मरति वा तत्र तत्र अस्ति इति उपपदं यत् स्वीकृतमासीत् कृते सूत्रे इति मन्ये, अस्ति भवति विद्यते इति. आमां किङ्किला तत्र क्रियापदद्वयम् एकस्मिन् वाक्ये न भवितुम् अर्हति खलु. तर्हि महोदय तद् दृष्ट्वा वदामि इति उक्तवान् आसीत्. तस्य उत्तरम् मया उक्तम् आसीत् प्रायः अव्ययम् इति मया उक्तम् आसीत्, किन्तु महोदय तथा नास्ति इति उक्तवान् इति मया श्रुतं. तर्हि कथं वा वाक्ये क्रियाद्वयं कथं सम्भवति इति. ओ अस्ति विद्यते इति महोदय उक्तवान् इति अहं पृष्टवती. अस्ति विद्यते यथा भवती उक्तवती इति अयं रूपेण तस्य प्रयोगः अस्ति. महोदय उक्तवान् इति नास्ति. तर्हि अत्र क्रियाद्वयं कथं वा एकस्मिन् वाक्ये भवितुम् अर्हति इति प्रश्नः जायते खलु. क्रियापदद्वयं तत्र सः लिखितवान् उपरि त्वं शूद्री गम्यसि इति अस्ति साधु. तदेव. तर्हि कथं वा क्रियाद्वयम् एकस्मिन् वाक्ये न भवितुम् अर्हति खलु. तर्हि तद् कथं साधु भवति इत्यस्मिन् विषये न उक्तवान् वा. तत्र भगिनी तु इति योजनीयं भवति इति विद्या भगिनी उक्तवती. तदा सम्यक् भवति किं तर्हि इति योजयामः चेत् वाक्यद्वयं भवति. तदा तु वाक्यद्वयस्य योजनं भवति तदा चिन्तनं नास्ति. चिन्ता नास्ति इति न योजयामः चेत् कथं वा क्रियापदद्वयम् एकस्मिन् वाक्ये भवितुम् अर्हति इति. तत्र वयं महोदय विद्याभगिनी इति उक्तवती अस्माभिः इति तस्य उपयोगः करणीयम् इति. तदेव. तत्तु यदि इति योजनीयं भवति क्रियापदम् अस्ति इति क्रियापदम् अस्ति चेत् इति योजनीयं भवति. नो चेत् तत्र अव्ययं भवेत्. नो चेत् तदपि नास्ति चेत् कथं वा क्रियापदद्वयम् एकस्मिन् वाक्ये न भवितुम् अर्हति खलु. क्रियासूचकम् एकमेव भवति खलु. तत्र क्रियासूचकं नास्ति इत्युक्ते क्रियापदम् एकमेव. क्रियासूचकं द्वयं भवितुम् अर्हति. क्रियापदम् एकमेव भवितुम् अर्हति खलु. तथा महोदयस्य वाक्यम् अस्ति न मर्शयामि अस्ति भवान् मां तक्षति. अत्र एकं क्रियापदम् अस्ति भवत्या मतम् अस्ति अस्ति इति अव्ययम् अस्ति. किन्तु किमपि नास्ति. ऊहा आसीत्. किमर्थम् इत्युक्ते क्रियापदद्वयं न भवितुम् अर्हति. तर्हि इति प्रयोगः अपि नास्ति. तर्हि केवलं तत्र अव्ययं भवितुम् अर्हति. तत्र अव्ययं अहम् उक्तवती वर्गे इति, किन्तु न अङ्गीकृतवान् महोदय. महोदय उत्तरं न दत्तवान् वा. न पर अङ्गी अपि सः अङ्गी न कृतवान्. सः उक्तवान् अस्ति अव्ययं न भवितुं शक्नोति. एवम् इत्यस्मिन् अपि महोदय न उत्तरं. मम मां महोदय वदतु. अत्रापि द्वौ अस्ति किल क्रियापदं. किं महोदय? क्रियार्थक्रियायां क्रियार्था क्रिया इत्यस्मिन् इति तत्र क्रियार्था क्रिया इत्यस्मिन् विषयद्वयम् अस्ति. तुमुन् प्रत्ययः अत्र आगच्छति. तत्र तु गन्तुं पठितुं गच्छति इत्यस्मिन् क्रियार्था क्रिया अस्ति, किन्तु क्रियापदम् एकमेव अस्ति. क्रियापदम् इत्युक्ते किम् अस्ति? तिङन्तमेव क्रिया भवति खलु. क्रियापदं तत्र एकनिमिषं भगिनि पूरयामि. क्रिया तुमुन् तु तुमुनन्तम् अस्ति, कृदन्तम् अस्ति. तदा गन्तुं पठितुं गच्छति इति साधु भवति. किमर्थम् इत्युक्ते क्रियापदं तु एकमेव अस्ति, तिङन्तपदम् एकमेव अस्ति. अनन्तरं किम् अस्ति? तत्र लृट्लकारः अपि क्रियार्था क्रिया सूचयितुं शक्नोति इति उक्तवन्तः. तत्र किं भवति? पठिष्यति इति गच्छति इति. तत्र तु इति योजितवन्तः. इति योजनेन सब् सेण्टेन्स् भवति खलु. सेण्टेन्स् द्वयं भवति. तदा किं जायते? तत्र क्रियापदं तिङन्तं द्वयं भवितुम् अर्हति इति योजनेन. तथा एव अत्रापि भगिन्या उक्तमासीत् इति योजयामः चेत् क्रियापदद्वयं भवितुम् अर्हति. चिन्ता मास्तु, तत्र तु चिन्ता नास्ति. किन्तु यत्र क्रियापदद्वयम् अस्ति चेत् नो चेत् कथं वा क्रियापदद्वयं भवितुम् अर्हति. महोदय उत्तरं न दत्तवान्. अहं पृष्टवती भगिनी कारणं कि अहम् एव प्रतिपादितवती. तु अहं यथा वयं सो अहम् उक्तवती अस्माकं चिन्तनवर्गे वयं चिन्तवन्तः भवत्या इति भवती उक्तवती अस्ति अत्र अव्ययनेन इति प्रतिपाद कृतम् अस्ति अत्र आसीत् तर्हि चिन्तनवती उक्तवान् इति तस्य मतम् अस्ति इति अत्र अव्ययं सामान्यतया कथायाम् आदौ तत्र तथा आगच्छति अस्ति कश्चित् नगरे अस्ति कश्चित् नगरे तत्र शूद्रकः नाम राजा उषितवान् इति भवति वसति अस्ति साधु वा अस्तु अग्रे स्थिच्छामः तत्र सूर्यकुमारी भगिनी अग्रे आगतवती खलु भवती काशिकायां निगमनम् अस्ति आं भगिनि काशिकायां निगमनमस्ति आचार्यार्थं चित्रमद्भुतम् अन्धौ नाम पर्वतमारोक्षति बधिरौ नाम व्याकरणमध्येष्यते अन्धः इत्यनेन यः द्रष्टुं न शक्नोति बधिरः इत्यनेन यः श्रोतुं न शक्नोति अन्धः पर्वतम् आरोहति चेत् बधिरः व्याकरणं पठति चेत् महत् आश्चर्यं नाम इति अव्ययं तेन च अव्ययेन आश्चर्यं चित्रम् अद्भुतम् इति अर्थः द्योतितः भवति अतः बृहधातोः लुट्लकारः भवति आश्चर्यमन्धौ नाम कृष्णं द्रक्षति इति उदाहरणं सिद्धान्तकौमुद्याम् अपि तथैव दृष्टातुतः लुट्लकारेण द्रक्ष्यति इति भवति तत्र काशिकायां निगमनमस्ति आश्चर्यं चित्रम् उदाहरणम् अस्ति आश्चर्यं चित्रमद्भुतम् अन्धो नाम पर्वतमारोक्षति तत्र लुट्लकारः उपयुज्यते ना तु लिङ्ग्लकारः बधिरौ नाम व्याकरणम् अध्येष्यते तत्र अपि नाम अव्ययमस्ति ततः लुट्लकारः प्रयोगः अस्ति नाम इति अव्ययं तेन च अव्ययेन आचर्यं चित्रम् अद्भुतम् इति अर्थः द्योतितः अतः रोहधातोः लुट्लकारः भवति आश्चर्यम् अन्धौ नाम कृष्णं द्रक्षति इति तत्र कथं लुट्लकारः न लिङ्ग्लकारः इति चेत् तत्र यदि यत्र नास्ति अन्ये अव्ययानि अन्ये उपपदस्ति नाम तत्र लुट्लकारः भवति द्रक्ष्यति इति रूपं भवति इति अर्थः यत्र यदि शब्दः अस्ति चेत् यदि प्रयोगः अस्ति चेत् तत्र विधिलिङ्ग् भवति लिङ्ग्लकारः भवति यदि नास्ति चेत् तत्र अन्ये उपपद अव्ययान् अस्ति चेत् लृट् भवति तदेव भगिनि आं भगिनि अवगतं भगिनि किन्तु यदि इत्यस्य न प्राप्तं खलु अहं न जानामि त्वम् उक्तवती क्रियापदं द्वयमस्ति, कुत्र क्रियापदं द्वयमस्ति भगिनि? तत् पूर्वतने उदाह तत्र सूत्रे भगिनि, न मर्षयामि अस्ति भवान् मां त्यक्षति इति अस्ति खलु. अस्मिन् तन्नास्ति, तत्र संशयः अधुनापि न निवारितः, तर्हि तत्र उत्तरं प्राप्तं वा इति मया पृष्टं, भगिनी पृष्टवन्तः. अस्तु अग्रे गच्छामः. मणिमहोदय पठति वा महोदय अग्रिम तृतीय. शेषे लिरिट्येतौ इति सूत्रे यदि भिन्नं अव्ययम् अव्ययोपपत्ते तर्हि लिरिट् इति उक्तम्. अयतौ किम् आचर्यं यदि सोऽधीत इति सिद्धान्तकौमुद्याम् अत्र अयतौ इत्यस्य तलसार्थकं तलसार्थ्यं किम्? आचर्यं यदि भूको अधीत मुखः इत्युक्ते यः वक्तुं न शक्नोति. उक्तवाक्ये च यदि पदेन आचार्यार्थः योजयः, मुखः यदि अध्येतुम् आरभेत तर्हि एषा आचार्यजनिका वार्ता स्यात् इति वाक्यार्थः. अस्मिन् यदि शब्दः अस्ति उत्तरकर्नाटके अपि गम्यमाणः, किन्तु उदलिङ्गकारः अस्ति न तु लिङ्गिट्. एतादृशे वाक्ये लिङ्गिप्रकारः न स्यात् तस्य निषेधः निषेधार्थः आयतौ इति उक्तम्. आयता विधिः किम्? आचर्यं यदि सः पुञ्जीत इति काशिकायां, यदि सः खादे आचर्यस्य वार्ता स्यात् इति अर्थः. अत्र सूत्रे लिट् आयतौ शेषे लिट् आयतौ इति सूत्रे दत्तं यदि भिन्नम् अव्ययं यत्र यत्र यच्च अनन्तरं यदि विना अत्र लिट् लकारः भवति इति शेषे लिट् आयतौ इति सूत्रेट इति दत्तं. यदा यदि भिन्न अव्ययमस्ति तत्र त्रीणि नियमाः सन्ति, अत्र एकस्य अपि यदि लुट्लकारः इति उक्तम्. आयतं किम् इत्यस्य आयतम् इत्यस्य यत् नास्ति आयतौ. अनन्तरम् आचर्यं सो अधीते कृतेन उक्तम् आयतौ इत्यस्य महोदय अत्र तलसात्क्यं किम् इति तलसात्त्यम् इत्यस्य अर्थः न जानामि. आचर्यं यदि उपयुज्यते तत्र मुखः इत्युक्ते सः यः न वक्तुं शक्नोति. यदि पदेन आचर्यं योग्यः अत्र यत् अस्ति यत् एव अव्ययम् इति अत्र अनु आचर्यम् इति अर्थः न दत्तम्. अतः मुखः यदि अध्येतुं पठितुम् आरम्भे तर्हि एषा आचार्यजनिकवार्ता स्यात्. अत्र वाक्यार्थः अस्ति यदि इत्युक्तेन दट् आचार्यम् इति अस्ति. किमर्थं चेत् मुखः न वक्तुं शक्नोति, परन्तु अत्र पठितः इति अत्र दत्तम्. अतः आचार्यस्य अर्थेन अत्र दत्तम्. अत्र महोदय दलसातक्यम् इत्युक्ते दलम् इत्युक्ते सोपान, तत्र किम् अस्ति दलम् इति किम् अस्ति दलम् इत्यस्य सोपानम् इति वक्तुं शक्यते वा? दलम् इत्यस्य एकनिमिषः, दलसातक्यम् इत्युक्ते प्रतिपदं स्वीकृत्य निवेश यत्र तत्र न भवेत्. न न, दलम् इत्युक्ते खण्डम् इति अर्थः इति दत्तमस्ति महोदय. तर्हि दलसार्थक्यम् इत्युक्ते प्रतिपदं प्रतिखण्डं, सूत्रे पदानि सन्ति खलु, तर्हि प्रतिपदस्य कश्चन प्रयोगः अस्ति, कस्य आशयः अस्ति, तर्हि प्रतिपदम् उपयुज्य तस्य आशयः किमर्थं तत्पदं प्रयुक्तं पाणिनिना यदि न प्रयोगं करोति चेत् कः दोषः भवति इति तत्र चिन्तनं जायते खलु, तदेव दलसार्थक्यम् इति. दलस्य सार्थक्यम् इत्युक्ते अर्थं तत्र वयं अन्वेषणं कृत्वा तत्र वयं तत्र अवगच्छामः इति, अवधानं दत्वा अवगच्छामः इति. तर्हि अत्र तु अयदौ इति सूत्रे दत्तमस्ति. तर्हि अयदौ इति पदस्य दलसार्थक्यम् इत्युक्ते अयदौ इति किमर्थं दत्तमस्ति, किमर्थम् अयदौ इति, तस्य आशयः कः अस्ति, पाणिनेः आशयः अयदौ इत्यनेन यद् भिन्न इति अर्थः अस्ति खलु. यद् मास्तु अ इत्यनेन तत्र नयन् समासः अस्ति, तत्र यद्विहाय इति अर्थः स्वीकृतः अस्ति खलु. तर्हि यद्विहाय शेष शेषे इति, अनन्तरं यच्च यत्र इत्यपि अनुवृत्तिः आगच्छति. तर्हि यद् यदि क्षम्यतां, न केवलं यदि यत्र यच्च एतान् विहाय अन्ये पदानि यत्र यदा उपपदरूपेण आगच्छन्ति तदा तु आश्चर्यार्थे तत्र चित्रीकरणार्थे लृट् विधानं भवति इति अस्ति खलु. तर्हि अयदौ इति वदनस्य आशयः कः अस्ति पाणिनेः, यदि इति यदि वाक्ये प्रयुक्तमस्ति, यदि इति पदं यदि प्रयुक्तमस्ति तदा किं भवति इति चिन्तनं जायते खलु. तत्र किम् उक्तम् अस्ति, अयदौ इति किम् इत्युक्ते तद् किमर्थं स्थापितम् इति, अयदौ इति किम् इति प्रश्नः अस्ति. अयदौ किम् इति आश्चर्यं यदि सः अधीत इति, तत्र तत्र उदाहरणेषु दत्तमस्ति, अनेन जानीमः यदि यदि शब्दस्य अत्र उदाहरणमस्ति. आश्चर्यं यदि सः अधीत इति उदाहरणवाक्यम् अस्ति, काशिकायाम् उक्तमस्ति. तेन वा वयं किम् अवगन्तुं शक्नुमः, यदि इति शब्दस्य प्रयोगः क्रियते चेत् अत्र किं कः लकारः भवेत्, लृट् लकारः मास्तु इति अवगच्छामः. तर्हि कीदृशलकारः इत्युक्ते तस्य उत्तरमेव अत्र वयं प्राप्नुमः. अधीत इत्यस्मिन् कः लकारः इत्युक्ते विधिलिङ्गलकारः प्रयुक्तः अस्ति. तर्हि प्रायः विधिलिङ्ग् एव स्यात्, विधिलिङ्ग् एव प्रयुक्तौ. तत्र चित्रीकरणे इति अनुवृत्तिः अस्ति साधु, आम् सत्यं, लिङ्ग्लकारस्य प्रयोगः भवेत् न तु अन्यलकारस्य. चित्रीकरणार्थे पूर्वसूत्रेण लिङ्ग्लकारस्य विधानम् अस्ति. तत्र आसीत् किमर्थं चित्रीकरणे तत्र यच्च यत्र यदि च इति प्रयोक्तं, तत्र प्रयोक्तुं शक्यते खलु चित्रीकरणे च यदि च इति, यदि अपि तत्र उपयोग भवितुं शक्यते, किन्तु तत्र चिन्ता नास्ति. तर्हि सः अधीत इति यत्र अस्ति, तत्र यदि शब्दस्य आश्चर्यं यदि सः इति इत्यस्मिन् अधुना अधि उपसर्गपूर्वक ईङ् धातोः प्रयोगः स्यात्, अत्र तु लृट्लकारः मास्तु लिङ्ग्लकारः एव प्रयोक्तव्यम् इति वयं जानीमः. तदर्थमेव सूत्रे अयदौ इति स्वीकृतमस्ति, यद् मास्तु यदि इति पदं मास्तु इति दलसार्थक्यम् इति फलित अर्थ वयं वदामः साधु. आशीर्वाके यदि शब्दः अस्ति चित्रीकरणार्थे अपि अस्ति, धातुः लिङ्ग्लकारः भवति, किमर्थं चेत् चित्रीकरणे च यदि सूत्रे दत्तमस्ति सूत्रे अयदौ इति उक्तमस्ति इति कृत्वा यदि उपपदे सति लिङ्ग्लकारः एव विधीयते. आमां विशेषलितयदौ इति सूत्रे एव उक्तमस्ति, अयदौ इति भागः खलु तेन कार्यं करोति इति, अतः लुट्लकारः न भवति. लुट्लकारः न स्यात् निषेधकसूत्रे अयदौ इति युक्तं, तत्र तदेव तत् कारणेन एव अयदौ इति दत्तम् इति. आश्चर्यं यदि कुञ्जित इति काचिकायां, यदि किम् आचर्यं यदि सः भुञ्जित तत् अहं न अवगच्छामि. भुञ्जित इत्यस्य अर्थः आशयः कः, अर्थः कः अस्ति इति ईटिङ्ग् इति नो चेत् टु प्रिसर्व् टु प्रोटेक्ट् टु ईटिङ्ग् टु ईट् टु ईट् टु कन्स्यूम् टु एन्जाय् इति अनेक अर्थाः भवन्ति स प्रायः भुञ्जीत इत्यस्मिन् प्रायः किन्तु सामान्यतया यत्र भुञ्जीत इति अस्ति तत्र तु ईटिङ्ग् इत्यस्मिन् अर्थे एव आगच्छति तर्हि तादृश तत्र किं भवति आम् अत्र तु आत्मने भोजनम् इत्यस्मिन् अर्थे तु आत्मनेपदि भवति भुञ्जीत इति आत्मनेपदि अस्ति इति कृत्वा भोजनं करोति इत्यस्मिन्नेव अर्थे अस्ति तत्र तु आश्चर्यं सः सामान्यतया एषः बालः तु कदापि सम्यक् न तत्र भुङ्क्ते सः तु न खादति एव एषः बालकः किन्तु अद्य तु आश्चर्यस्य विषयः सः तु स्वयं भुञ्जीत इति सः तु साक्षात् भुञ्जीत इति वक्तुं शक्यते खलु बालकः सामान्यतया खादति किन्तु एकस्मिन् दिने तत्र किम् अस्ति विचित्रेण सः सम्यक् खादति चेत् वयं वदामः खलु तदा तु तत्र लिङ्ग् प्रयुज्य भुञ्जीत इति प्रयोक्तव्यम् इति यदि यदि इति पदं न वयं वदामः चेत् आश्चर्यम् आश्चर्यस्य विषयः सः तत्र तत्र किम् अस्ति भोक्षते इति क्व भोक्षते इति भवति भोक्ष्यते इति भवति लृट्लकारः भवति किन्तु यदि इति शब्दस्य प्रयोगः यदा भवति उपपदस्य तदा तु आश्चर्यं यदि सः भुञ्जीत इति नो चेत् आश्चर्यं नाम सः भोक्षते इति उपपदप्रयोगं भवति आश्चर्यपदस्य उपयोगं न करणीयं न करणीयमिति साधु किमपि नास्ति भगिनि आश्चर्य नाम इति सामान्यतया जस्ट् तत्र किम् अस्ति अभयम् अस्ति किं नाम इति तत्रापि आश्चर्यं नाम केवलं प्रयोगं कुर्मः तत्रापि आश्चर्यस्य बोधः जायते यदि चित् आश्चर्यम् इति प्रयोज इति तु इट्स् एन् एक्सुपर्फ्लुवस् वर्ड् अस्ति नाम इति वदनेन आश्चर्यमपि ग्रहीतुं शक्नोति किन्तु आश्चर्यं नाम इति वदनेन न कोऽपि क्लेशः इति मम अहं चिन्तयति लैक् अन्धो नाम पर्वतम् आरोष्यति अस्तु अत्र नाम इति आश्चर्यं सूचयति स्वयं तत्र तत्र चित्रीकरणे इति विषयसप्तमी अस्ति खलु न तु उपपदसप्तमी तर्हि उपपदं किमपि न अपेक्षितं यत्र आश्चर्यस्य अवबोधः जायते तत्र एव सूत्रस्य प्रवर्तनं साधु नाम इति तत्र तु किम् अस्ति शेषे इत्यनेन चित्रीकरणात् गम्यमान उपपदं अव्यव्य उपपदं भवति साधु तत्र अव्ययपदस्य एव तत्र उपपदरूपेण स्वीकृतं नाम अत्र उपपदम् अस्ति अधो नाम किन्तु उपपदं कस्य अपेक्षा अस्ति आश्चर्यम् इति उपपदं नावश्यकम् आश्चर्यं वा चित्री विचित्रम् इति वा उपपदं नापेक्षितं केवलं तत्र विश्वसप्तमी अस्ति किन्तु कस्य उपपदं किम् आवश्यकम् इत्युक्ते अव्ययपदं कश्चन आवश्यकं भवति साधु साधु इति केवलम् अन्धो नाम पर्वतम् आरोक्षति नाम इति अव्ययपदम् आश्चर्यस्य अवबोधः जायते खलु तत्र अन्तर्भूतः आश्चर्यस्य विषयः इति कृत्वा तद् गृहीत्वा तत्र भवत्या प्रश्नः अस्ति साधु कथं शेषे अवगतं भगिनि चित्रीकरणात् यच्च यत्रयो उपपदे लिङ्ग्लकार भवति किन्तु यदि चित्रीकरणात् प्रायः यच्च यत्र अव्यव्यपद उपयोग आश्चर्य अर्थ विना यदि वयं प्रयोगं कुर्मः तत्र चित्रीकरणार्थं यत्र यच्च उपपदे सति अर्थं सूचयति किन्तु यदि केवलं उपयोगं कुर्मः तत् चित्रीकरणार्थं न आगच्छति तस्य योगे आश्चर्यमिति यथा अत्र दत्तमस्ति आश्चर्यं यदि दत्तमस्ति कथम् आश्चर्यं यदि मूको अधीयीत तस्य यदि योगे आश्चर्यमिति अपि लेखितुं भवति किन्तु यद् अहं न जानामि यत्र यच्च यत्र उपयोगः अस्ति तत्र आश्चर्यपदस्य प्रयोगः भवेत् वा न भवेत् न भगिनि तत्रापि चित्रीकरणे इति विषयसप्तमी अस्ति तत्र यस्य इति अव्ययम् उपपदमस्ति किन्तु यत्र यच्च तत् उपपद भवति साधु आम् यत्र यच्च इति उपपदं यत्र जायते तत्र तु चित्रीकरणे गम्यमाने इत्युक्ते चित्रीकरणविषये मिश्रबोधकम् अस्ति चेत् तत्र तु लृट् लकारः भवति यत्र तत्र यदि यदि इति तत्र न स्वीकृतम् इति चेत् अनुवृत्तितः तत्र तत्र यदि केन् बि देर् दर् इस् टु वेस् पाणिनि कुड् हव् एडेड् यदि हि कुड् हव् एडेड् यदि ऐदर् वित् चित्रीकरणे सो इट् बिकम्स् लैक् यु नो यत्र यच्च यदि चित्रीकरणे इति पूर्वसूत्रे ग्रहीतुं शक्यते or he could have like whatever he currently did he could have added ayadav afterwards he thought the easiest way of implementing it would be chitrikarane yacha kim asti etrayo ho iti etasti tatra to he did a simple anuvrti there and then the third sutra he did ayadav so that way it becomes anuvrti and then he doesn't have to complicate it right what I am thinking bagni yadi by itself cannot use as avyaya in the form of a chitrikaranartham oh no bagini here the like yatra yachya upapade sati gamyamana athat chitrikaranam asti tatha yad iti chitrikarate yad upapade iti mama chintanam asti na na chitrikarane iti kevalam vishesha saptami asti tatra tu yadi ityanena sahana bhavati iti kimapi nasti gamyamana artha gamyamana arthe asti chetapi paryaptameva mane tatra kim bhavati vakyam evam bhavati kalu kim asmakam udaharana vakyam भदिरो यदि व्याकरणम् अध्येष्यते इति भवति खलु क्षम्यतां किं भवति भदिरो यदि नो चेत् यदि सः अधीत इति भदिरो न यदि व्याकरणम् अधीत इति भवति वाक्यम् अत्र केवलं मम मतिः एवम् अस्ति तस्मात् अपि चित्रीकरणाच्च इति सूत्र चित्रीकरणे च इति सूत्रस्य पुनः उपरि पूर्वतनसूत्रं यत् अस्ति ततः एव यच्च यत्रयोः इति अनुवृत्तितः आगच्छति खलु इट्स् कमिङ्ग् इन् अस् अ थ्रेड् सो यत्र यच्च इति अनुवृत्तिः पूर्वस्मात् सूत्रात् अनुवृत्तिः जायते अनन्तरं चित्रीकरणे च इति अग्रे तु यत्र च इति लिखितमस्ति किन्तु यदि इति नूतनया तत्र योजयति चेत् पाणिनिः तर्हि यदि च इति तत्र भ्रमः जायते बिकास् द थ्रेड् विल् बि ब्रोकन् रैट् यु केनाट् हेव् अ प्रापर् मीनिङ्ग् बिकास् विल् दर् बि टु च अण्ड् दर् विल् बि कन्फ्यूशन् अस् टु विच् वन् वि आर् टाकिङ्ग् अबौट् सो इन्स्टेड् आफ़् दट् ही एडेड् इट् टु द थर्ड् सूत्र टु मेक् इट् मेक् अस् अण्डर्स्टाण्ड् दट् यत् शुड् नाट् बि देर् फार् लिफ्ट् इति औत्सर्गिक कान्सेप्ट् एक्स्प्रेस् यच्च यत्र यत् अस्ति तत् तस्मात् पूर्वं सूत्रं घरायाम् अर्थः अस्ति तत्र आम् ततः अनुवृत्तिः आगच्छति तत् अपि प्रायः न भवेत् यदि घरायाम् अर्थः अस्ति तत्र न अस्तु अग्रे पठामः वा अस्तु अस्तु अधुना तु एतदेव मम मम तत्र सहायता आवश्यकी इति मन्ये पठामि अहं लिड् लिङ् निमित्ताभावात् इह लृट् न भवति इति लृङ् न भवति लृङ् प्राग्वत् इत्यस्य यत्र लिङ् एव नास्ति अनुवृत्ति पूर्वं तु वयं लृट् लिङ्ग किमस्ति लिङ् लृटौ इति वयं पठितवन्तः खलु अन्यत्र तत्रैव वदामि तत्र पूर्वतनसूत्रेषु वयं लिङ् लृटौ इति वयं बहुत्र अनुवृत्तिः वयं दृष्टवन्तः अत्रापि यदि लृङ् लृटौ इति यत्र यत्र लृङ् लृटौ इति आसीत् तत्र तत्र लृङ् प्राग्वत् इति आगत्य यत्र भूतकालार्थे तु लृङ् लकारस्य विधानमपि आसीत् किन्तु अत्र लिङ् इत्यस्य निमित्तं नास्ति खलु लिङ् लृटौ इति नास्ति केवलं लृट् विधानम् अस्ति इति कृत्वा अत्र लृङ् प्राग्वत् इत्यस्यापि कार्यं न भवति इति तत्र बिकास् द चैन् इस् आलरेडि ब्रोकन् रैट् सो इ केनाट् इति साधु आमाम् इति चिन्तनमस्ति तत्र काशिककारः वदति यथोक्तं पूर्वमपि यत्र लिङ् न भवति तत्र लृङ् प्राग्वत् इति वाक्यं न प्रवर्तते अस्य सम्यक्तया अवगमनार्थं त्रीणि सूत्राणि अपेक्षितानि लिङ् निमित्ते लृङ् क्रियातिपत्तौ भूते च ओताप्योः लिङ् निमित्ते लृङ् क्रियातिपत्तौ इत्यनेन भविष्यत्कालार्थे लिङ् लकारस्य यत् निमित्तं तस्मिन्नेव निमित्ते क्रियातिपत्तिं दर्शयितुं धातोः लृङ् लकारः भवति क्रियातिपत्तिः इत्युक्ते क्रियायाः अनिष्पत्तिः क्रियायाः अभावः अनेन सूत्रेण अतिपत्तिः इत्युक्ते सक्सस् इति एव उदाहरणम् अत्य फलम् इति एव पठितमासीत् खलु असफलता अस्तु लिखितमस्ति भगिनि आम् अधुना स्मरामि आम् अनिष्पत्तिः क्रियायाः अभावः किन्तु क्रियायाः असफलता इति उक्तवन्तः किन्तु अत्र तु अभावः इति उक्तमस्ति अनिष्पत्तिः अभावः इति उक्तमस्ति तत्तु भिन्नमस्ति खलु तर्हि क्रियाफलम् क्रिया अभावः समानार्थं न क्रियाफलस्य अभावः भिन्नमस्ति क्रिया अभावः भिन्नमस्ति यदि क्रियाया फलस्य अभावः तत् क्रिया अपि नास्ति न तत् क्रियायाः अभावः भवति न तथा नास्ति इति आगच्छति अर्थं भगिनी अत्र प्रायः अनेन सूत्रेण लृङ् लकारः विधीयते भविष्यति यत्र विधिलिङ् लकारः स्यात् किन्तु अन्ततो गत्वा विधिलिङ् लिङ् लृङ्लकारः भवति लिङ्लकारः स्यात् किन्तु अन्ततो गत्वा क्रिया न भविष्यति अतः लिङ् स्थाने लृङ् भवति क्रिया एव नास्ति इति कृत्वा लिङ्गः यत्र भविष्यत्कालार्थे लिङ्गः स्थाने लृङ् भवति अस्मिन् सूत्रे लिङ् निमित्ते इत्युक्तं नाम यत्र लिङ् निमित्तं वर्तते किन्तु क्रिया अतिपत्तिः अस्ति तत्र एव लृङ्विधानं भवति तर्हि लिङ् निमित्तं किम् इति चेत् हेतुहेतुमतोर्लिङ् इत्यनेन कारणं हेतुः फलं हेतुमत् कारणं अनन्तरं फलं हेतुः हेतुमत् अनयोः युगळम् उपस्थितं चेत् लिङ्लकारस्य प्रयोगः भवति तर्हि तादृशकार्यकारणभावः उपस्थितः चेत् किन्तु अन्ततो गत्वा करणक्रिया अनिष्पन्ना भविष्यति चेत् तत्र लृङ्लकारस्य व्यवहारः भवति निगमने सुवृष्टिः चेत् अभविष्यत् तदा सुभिक्षम् अभविष्यत् नाम यदि सुवृष्टिः भविष्यति तर्हि सुभिक्षमपि समीचीनं भोजनमपि सुभिक्षम् अपि भविष्यति परन्तु सुवृष्टिः न भविष्यति अतः कारणस्य फलमपि सुभिक्षं न भविष्यति तर्हि यत्र सामान्यतया लिङ् भवेत् यत्र क्रिया हेतुहेतुमद्भावः यत्र वर्तते क्रिया अस्ति क्रियाः फलमस्ति तत्र तु लिङ्लकारः भवेत् किन्तु तादृशलिङ् निमित्ते यत्र अतिपत्तौ क्रिया अतिपत्तौ इत्युक्ते तस्य फलं नास्ति नो चेत् क्रियायाः अभावः अस्ति तत्र तु लृङ्लकारः एव भवति तत्र वयं तु पूर्वं दृष्टवन्तः लृङ्लकारः तु सामान्यतया यत्र सामान्यतविधानमेव यत्र क्रिया फलं तत्र संथिङ्ग् दट् डिड् नाट् हेपन् तादृश हेतुहेत्मद्भावः वर्तते करणम् अनन्तरं फलं यत्र न भवति तत्रैव प्रयोगः तर्हि तद् न भवति इति यत्र न भवति तर्हि भूते च इति लिङ्क् प्राग्वत् इत्यस्यपि विधानं न भवति तथा तत्तु अग्रे उक्तमस्ति अग्रे पश्यामः यथा वयं पूर्वं दृष्टवन्तः किं वृत्ते लिङ् लिटौ वा अनुक्लप्ति अमर्षयो किम् अस्ति किम् अर्थे लिङ् लिटौ इति आगच्छति तत्र वयं पठितवन्तः लिङ् इत्यस्य विधानं नास्ति तर्हि तत्र भूते तत्र लृङ् इत्यस्यपि विधानं न भविष्यति इति अग्रिमपङ्क्तिं पठति वा भवती पठति वा भगिनि भवत्याः तदा भूते च इत्यनेन तस्याम् एव दशायां किन्तु अतीतार्थे तत्रापि लिङ्लकारः भवति. भूते च इत्यस्य अनुवृत्तिसहितसूत्रम् अस्ति. भूते च लिङ्निमित्ते क्रियातिपत्तौ धातौ लिङ् प्रत्ययः परश्च. काशिकायां निगमनम् अस्ति दृष्टो मया भवत्पुत्रो अनार्थी क्रम्यमाणः अपरश्च द्विजो ब्राह्मणार्थी यदि स तेन दृष्टो अभविष्यत् तदा भोक्ष्यत् न तु भुक्तवान् अनेन पथा स गतः. अर्थम् एवम् अस्ति अहं भवतः पुत्रं भोजनस्य अन्वेषणे गच्छन्तं दृष्टवान् एकं द्विजमपि दृष्टवान् यः ब्राह्मणाय भोजनं दातुम् इष्टवान् पुत्रं यदि अद्रक्ष्यत् तर्हि तस्मै भोजनम् अदास्यत् किन्तु द्वयोः मार्गः भिन्न आसीत् यस्य परिणामे न दृष्टवान् भोजनं न दत्तवान् च. सो तदा भूते च इति सूत्रम् अस्ति यदि लिङ्निमित्ते लिङ् क्रियातिपतो तस्य अनन्तरम् आगच्छति. सो लिङ्निमित्ते लिङ् क्रियातिपतो वयम् इदानीं दृष्टवन्तः यदि लिङ् निमित्तम् अस्ति यदि क्रिया अनिष्टापति भवति या क्रिया अभाव या सफलं भवति तत्र क्रियातिपति वयं वदामः तत्र लिङ्लकारस्य प्रयोगः भवति. यथा यदि सुवृष्टि किमस्ति यत्र सुवृष्टि अभविष्यत् तदा सुभिक्षमपि अभविष्यत् यथा अयं सुवृष्टि अभविष्यत् तदा मयूर नृत्येत् इति वक्तुं शक्नुमः नृत्येष्यत् इति भवति अनृत्येष्यत्. सो किन्तु यद् भूतकाले अर्थे वयं जानीमः इति लिङ्लकारस्य प्रयोगः अस्ति किन्तु तत् भवति विकल्पेन. सो इदानीं दत्तम् अस्ति अतीतार्थे महोदय उक्तवान् अतीतार्थे भूते द्वयोः मध्ये इति भेदः अस्ति. अतीतार्थे इट् मीन्स् इमिडियेट् पास्ट् विल् बि अद्य किम् अभवत् प्रातःकाले इति अतीतः भवति किन्तु भूते कोऽपि सामान्यभूतकाल कदापि भूतः भवेत् इति सः उक्तवान् अहं. सो भूते च तस्याम् एव दशायां किन्तु अतीतार्थे तत्रापि लिङ्लकारः भवति. सामान्यतः वयं जानीमः अतीतार्थे इति लङ्लकारस्य प्रयोगः भवति तत्र अस्ति लिङ्लकारस्य अस्ति. भूते च इत्यस्य अनुवृत्तिसहितसूत्रम् अस्ति. भूते च लिङ् निमित्ते क्रियातिपतौ धातो लिङ् प्रत्ययः परश्च. तो इदानीं भूते च अपि अस्ति च स अपि समुच्चाय अर्थे आगच्छति अहं चिन्तयामि. सो तत्र अनेन क्रियातिपतौ अर्थे लिङ्लकारस्य प्रयोगः अस्ति. उदाहरणमस्ति दृष्टो मया भवत्पुत्रो अनार्थी चङ्क्रम्यमाणः अपरश्च द्विजः ब्राह्मणार्थी यदि स तेन दृष्टः अभविष्यत् तदा अभोक्ष्यत् न तु भुक्तवान् अनेन पथा स गतः. तो अत्र य दृष्टो मयाः भवत्पुत्र अनार्थी सङ्क्रम्यमाण अपरश्च द्विजो ब्राह्मणार्थी द्वयजनम् अस्ति एक भवत्पुत्र अन्य अस्ति ब्रह्मार्थी द्विज तेन दृष्ट अभविष्यत् हि भवत्पुत्र तेन न अभविष्यत् न दृष्ट इति दृष्ट अभविष्यत् तदा अभोक्ष्यत् कारण की न दृष्ट अभविष्यत् तद्विज तस्मै खादं न दत्तवान् इति तदा अभोक्ष्यत् इति द्वयोः तत्र लिङ्लकारस्य प्रयोगः अस्ति कारण की क्रियाः अनिष्टपति अस्ति, अतिपति भवति अत्र क्रियाः, सः न दृष्टवान् अथ स तस्मै खाद्यं न दत्तवान्, दानं न दत्तवान्, स तथै सः न भोक्तवान्. किन्तु तत्र न केवलं लृङ्लकारः किन्तु लिङ्गपि साधु, लृङ्ग्य इत्यनेन लिङ्गपि साधु, लृङ्ग् भूतकालार्थे लिङ्ग् लृङ्ग् उभयमपि साधु भवति, किन्तु भविष्यत्कालार्थे तु केवलं तत्र लृङ्ग् तत्र तु लृङ्ग् एव साधु भवति. आम् आम्, अत्र भुक्तवान् अपि दत्तमस्ति नो लङ् न, तत्तु भुक्तवान् तत्तु तत्र अग्रिमवाक्यमस्ति खलु, न भुक्तवान् तु अत्र द्वितीय लिङ्ग्लकारस्य प्रयोगः न दत्तमस्ति साधु, न दत्तमस्ति सत्यं, केवलं लिङ्ग्लकारस्य प्रयोगभूते दत्तमस्ति अत्र. अस्तु अगे अत्र अति गोतापो तत् भव तत्र वदति इति अपि भूते अपि नित्यम् अस्ति लिङ्ग्लकारस्य प्रयोगः गोतापो तद् उक्तवती भगिनी, तत् अपवादत्वेन आगच्छति अधोभागे यदि पठामः. अत्र यावत्पर्यन्तं भूते च अपि लिङ्ग्लकारस्य प्रयोगः नित्यम् अस्ति अस्मिन् सूत्रे अपि तस्य लिङ्ग्निमित्ते लिङ्ग् याति पतौ तस्मात् सूत्रात् अनुवृत्तिः अस्ति, अत्रापि नित्यम् अस्ति, तदनन्तरं भो चाप्यो अस्ति तत् विकल्पेन. पश्यामः तदपि. इदानीं कः पठति? सूर्यकुमारी भगिनी भवती पुत्रः खलु, पठति वा? ओतापयोः भगिनि. आं भगिनि. ओतापयोः तदा ओतापयोः इत्यनेन इतः अग्रे ओतापयोः समर्थयोर्लिङ्गः इति सूत्रपर्यन्तं भूतकालाद्वे अत्र लिङ्गः निमित्तं वर्तते, अपि च क्रियातिपत्तिः भवति, तत्र विकल्पेन लृङ्लकारः अपि सम्भवति. वाप् योगः आ नाम यावत् उतापयोः वा योगः उतापयोः नाम उतापयोः सम्बद्धयोर्लिङ्गः इति सूत्रम् सन्धि कृत्वा वायोगः आयोगः उ ओ भवति, अनेन च भवति ओतापयोः. ओतापयोः इत्यस्य अनुवृत्तिः इति सूत्रमस्ति भूते लिङ्निमित्ते क्रियातिपत्तौ ओतापयोः धातोः वा लृङ्प्रत्ययपरस्य. तर्हि आह च उतापयोः समर्थयोर्लिङ्गः इति सूत्रपर्यन्तं भूते यत्र लिङ्गः निमित्तं वर्तते किन्तु करणक्रियायाः अनिष्पत्तिः अस्ति तत्र लृङ्लकारः विकल्पेन भवति, अतः वारं वारं लृङ्प्राग्वत् इति लृङ्प्राग्वत् इति वाक्यं सूत्रव्याख्यासु उपयुज्यते स्म, किन्तु प्रकृतिसूत्रे शेषे लुडयदौ इत्यस्मिन् लिङ्गनिमित्तभावः अभावात् लृङ्विकल्पे नास्ति, लृङ्गः विकल्पो नास्ति. सूत्रमस्ति ओतापयोः, ओतापयोः इत्यनेन उतापयो समर्थयोर्लिङ्गः इति सूत्रपर्यन्तम् इति अद्य लिङ्गः निमित्तं वर्तते, अपि च क्रियातिपत्तिः अपि वा अस्ति, तत्र लुङ्लकारः अपि सम्भवति. सूत्रे अस्ति वा आ नाम यावत् उतापयोः, उतापयोः समर्थयोर्लिङ्गः इति सूत्रं तत्र सन्धिकार्यमस्ति वाय उपसर्ग अवयपदमस्ति आ उपसर्ग अस्ति ऊधातु अस्ति वो भवति अनेन च भवति वोतात्योः वोतात्योः इत्यस्य अनुरुचिकैकसूत्रं भूते लिङ्गनिमित्ते क्रियातिपत्तौ वोतात्योः धातोः वा लृङ्प्रत्ययपरश्च तत्र विकल्पेन लृङ् भवति इति उक्तम् आहत्य उतात्योः सम्मर्दयोर्लिङ्गः इति सूत्रपर्यन्तं भूते यत्र लिङ्गनिमित्तमस्ति तत्र क्रियातिपत्ति अस्ति तत्र लृङ् विकल्पेन भवति इति उक्तम् लृङ् प्राग्वत् इति वाक्यं सूत्रव्याख्यासु उपयुज्यते स्म लिङ् प्राग्वत् अपि उपयुज्यते तत्र किन्तु प्रकृतसूत्रे सेते लुडयदौ इत्यस्मिन् लिङ्गनिमित्तभाव अभावात् लृङ्गः विकल्पेन नास्ति तत्र शेषे लुडयदौ इत्यनेन तत्र नित्यं भवति विकल्पः नास्ति स्वागतं भगिनि धन्यवादः भगिनि भगिनी अत्र ओतापि अनेन विकल्पः भवति भूते लिङ्गकारस्य वा लिङ्गकारस्य भूते च इति सूत्रमस्ति तत्र नित्यमस्ति अहं श्रुतवती महोदय पुनः पुनः अस्माभिः पृष्टवान् भूते च अस्मिन् सूत्रे नित्यमस्ति वा विकल्पः अस्ति तत्र भूते च अत्र नित्यं दत्तमस्ति ओतापि अनेन न न भविष्यति तु नित्यं भवति भूते तु विकल्पेन भवति किन्तु सूत्रे यत् भूते च अस्ति तत्र विकल्पः नास्ति सूत्रे भूते च तत्र विकल्पः नास्ति लिङ्ग्लकार एव तस्य प्रयोगः अस्ति किन्तु तत् अपवादत्वेन ओतापो यदि आगच्छति तत्र भूतकालार्थे विकल्पात् भूतापो 141 अस्ति यदा लिङ्ग् निमित्तमस्ति तत्र एव कार्यं कुर्वन्ति अतोपि क्रियाधिपत्तौ अस्ति चेत् तत्र मम प्रश्नः भूते च अनन्तरं ओतात्योः उभयोः कः भेदः इति चिन्तनम् अस्ति निमित्तमस्ति तदेव लिङ्ग् निमित्तं त्रीणि सूत्राणि 139 आल्सो 139 140 141 ओतात्योः इति केवलं तत्र अनुवृत्त्यर्थम् अस्ति खलु ओतात्योः इति सूत्रं लिङ्निमित्ते लृक्क्रियाधिपति विकल्पेन वा अस्ति तत्र भगिनी एकादशसूत्राणि सन्ति ओतात्यो उतात्यो किन्तु एकैकं सूत्रं पठित्वा एव अवगन्तुं शक्नुमः किमर्थम् इत्युक्ते ओतापयोः भूते च उभयत्रापि भूते इति अस्ति लिङ्निमित्ते अस्ति लृट् इति अस्ति क्रियाधिपति अस्ति तर्हि कः भेदः इति तत्र न ज्ञायते खलु तर्हि पठित्वा एव ज्ञातुं शक्नुमः प्रायः अधुना न अधुना तु विषयान्तरम् अस्ति भूतस्य ओतापयोः निमित्तं समानमेव भूतकाले परन्तु समानमस्ति चेत् एकत्र तु निमित् नित्यमस्ति अन्यत्र विकल्पेन अस्ति इति वक्तुं न शक्यते खलु महोदय. न न अधुना विषयन्तरमस्ति भगिनि, तत्र लिङ्गः विधानं तत्र भूते च इति अधुना अस्माकं करपत्रे न आसीत् खलु. किन्तु साक्षात् भूते च इति तत्र सूत्रं न पठितं खलु महोदय. परन्तु दृष्टवान् लिङ्गे लिवन् क्रियाधिपत् सूत्रेण भविष्यत् कालार्थे, परन्तु भूते महोदय तत्र मम संशयः लिङ्निमित्ते लृड् क्रियातिपतौ इत्यस्मिन् नास्ति, केवलं भूते च ओताप्योः, अनयोः मध्ये को भेदः इति अस्ति. फस्ट् सूत्र ऐ एम् नाट् कन्फ्यूस्ड्, ऐ अण्डर्स्टाण्ड् इट् इस् फोर् भविष्यत् कालः वेर् बोत् कम् इन् अण्ड् देन् भूते च ओताप्योः, तत्र भेदः कः इति तत्र भगिनी तत्र ओताप्यो इत्युक्ते मन्ये केवलं परिभाषासूत्रमस्ति इति मन्ये, विधानं किमपि नास्ति इति मन्ये. इट् जस्ट् सेस् दट् स्टार्टिङ्ग् फ्रम् हियर् एव्रिवेर् दिस् इस् गोयिङ्ग् टु हेव् अन् अनुवृत्ति इति तावदेव अस्ति इति मन्ये. optionally for the same nimittas, you cannot have it, right? Both have the same nimittas, you cannot have both nityam and vikalpa, how can you implement it, right? You cannot say for some condition, one sutra says it is nityam, another sutra says it is optional, that cannot be, right? So my understanding is, bhutesha iti vidhayaka sutram, otapyoho iti paribhasha sutram, yatra अन्यत्र सर्वत्र अनुवृत्तिः आगच्छति इति अवबोध्यते. तत्र तेन विधानं किमपि नास्ति, ओताप्योः इत्यस्य विधानं साक्षात् नास्ति, अग्रिमसूत्रेषु अनुवृत्तिः आगच्छति. विरमामः किम्? अस्तु भगिनि, धन्यवादः भगिनि.